पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 27 महादेव उवाच पानीयदानं परमं दानानामुत्तमं सदा तस्माद्व्यापिश्च कूपांश्च तडागानि च कारयेद अर्धं पापं संहरन्ति पुरुषस्य विकर्मणः कूपाः प्रवृत्तपानीया सुप्रवृत्तस्य नित्यशः स च तारयदे वंशं यस्य खादजलाशये गावः पिबन्ति विप्राश्च साधवश्च नराः सदा निदाखकाले पानीयं यस्य तिष्ठति नारद दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् अथवा मित्रसदनं मित्रमैत्रीविवर्धनं कीर्तसं जननं श्रेष्ठं तडागस्योपलक्षयेद धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयं चतुर्विधानां भूतानां तडागस्योपलक्षयेत् तडागानि च सर्वाणि दिशन्ति श्रेयमुत्तमं देवा मनुष्या गन्धर्वा पितरो नागराक्षसाः स्थावराणि च भूतानि संश्रयन्ति जलाशयं वर्षा ऋतौ तडागे तु सलिलं यत्र तिष्ठति अग्निहोत्रफलं तस्य जायते नात्र संशयः हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति गोसहस्रफलं तस्य लभते नात्र संशयः वसन्तेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि अधिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः अधैतेषां तु वृक्षाणां रोपणे च गुणान् शृणु अधीतानागतौ चोभौ पितृवंशौ महर्षे तारयेद्वृक्षरोपी च तस्माद्वृक्षां स्तुरोपयेत् पुत्रपौत्रा भवन्त्येदे पादपानात्र संशयः परलोकं गतसोऽपि लोकानाप्नोति चाक्षयान् पुष्पैः सुरगणान् सर्वान् पत्रैश्चापि तथा पितॄन् छायया चातिथीन् सर्वान् पूजयन्ति महीरुहाः किन्नरोरगरक्षांसि देवगन्धर्वमानवाः तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् पुष्पिधा फलवन्तश्च तर्पयन्तीह मानवान् इह लोके परे चैव पुत्रास्ते धर्मदस्मृताः तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ये दे स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः सत्यमेव परं ब्रह्म सत्यमेव परं तपः सत्यमेव परो यज्ञः सत्यमेव परं श्रुतं सत्यं देवेषु जागर्ति सत्यं च परमं पदम् तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम् आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् सत्यं यज्ञस्तथा दानं मन्त्रा देवी सरस्वती व्रतचर्या तथा सत्यमोङ्कारसत्यमेव च सत्येन वायुरभ्येदि सत्येन तपते रविः सत्येन चाग्निर्दहति स्वर्गसत्येन तिष्ठति पूजनं सर्वदेवानां सर्वतीर्थावगाहनम् सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः अश्वमेधसहस्रं च सत्यं च तुलया धृतं सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते सत्येन देवाः प्रीयन्ते पितरो ऋषयस्तथा सत्यमाहुः परं धर्मं सत्यमाहुः परं पदं सत्यमाहुः परं ब्रह्म तस्मात् सत्यं वदामि ते मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् सत्यधर्मरधासिद्धास्तदस्वर्गमितो गताः अप्सरो गणसङ्घुष्टैः विमानैः परितो वृताः वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् अगाधे विपुले सिद्धे सत्यीर्थे च शुचौ हृदि स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः अनृतं येन भाष्यन्ते ते नरा स्वर्गगामिनः वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः न भात्युच्छिद सत्येषु तस्मात् सत्यं समाचरेद नारद उवाच तपसा मे फलं ब्रूहि पुनरेव विशेषदः सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलं प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम् सुदुश्चरं द्विजाधीनां तन्मे निगदशृणु तपो हि परमं प्रोक्तं तपसा विन्दधे फलं तपोरथो हि यो नित्यं मोदते सह दैवतैः तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः तपसा मोक्षमाप्नोति तपसा विन्दते महत् ज्ञानविज्ञानसम्पत्तिसौभाग्यं रूपमेव च तपसा लभते सर्वं मनसा यद्यदिच्छति न तप्ततपसो यान्ति ब्रह्मलोकं कदाचन यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः तत्सर्वं समवाप्नोति परत्रेह च मानवः सुरापः परदारी च ब्रह्मा गुरुतल्पगः तपसा तरदे सर्वं सर्वतश्च विमुच्यते अपि सर्वेश्वरस्थाणुर्विष्णुश्चैव सनातनः ब्रह्मा हुदा शनश्चक्रो ये चान्ये तपसान्विताः षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसां तपसा दिवि मोदन्ते समेधा दैवतैः सह तपस्सा प्राप्यते राज्यं शक्रसर्वे पुरासुराः तपसा पालयन् सर्वानहन्यहनिवृत्तिदाः सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ तपःसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा सर्वं च तपसाभ्येदि सर्वं च सुखमश्नुते तपस्तपदि योरण्ये वनमूलफलाशनः यो धीरे श्रुतिमेवादौ समं स्यात्तपसा मुने श्रुतेरध्यापनात् पुण्यं यदाप्नोति द्विजोत्तमः तदध्यायस्य जप्या च द्विगुणं फलमश्नुते जगद्यथा निरालोकं जायते शशिभास्करौ विना तथा पुराणं हि ध्येयमस्मान्महामुने तप्यमानस्तपोज्ञानं योद्धारयति शास्त्रधः सम्बोधयति लोकं च तस्मात् पूज्यतमो गुरुः सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणविद पदनात्रायदे यस्मात्तस्मात् पात्रमुदाहृदम् धनं धान्यं हिरण्यं वा वासांसि विविधानि च ये यच्छन्ति सुपात्राय ते यान्ति च पराङ्गदिं गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् यप्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेद महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभां सतारयति वै वंशान् दशपूर्वान् दशापरान् विमानेन च दिव्येन विष्णुलोकं स गच्छति न यज्ञैस्तुष्टिमायान्ति देवा प्रोक्षणकैरपि बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् देव्या शम्भोर्गणेशस्य अर्कस्य च तथा पुनः राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनं सर्वान् कामानवाप्नोति सूर्यलोकं भिनत्ति सः सूर्यलोकं च भित्त्वा सौ ब्रह्मलोकं स गच्छति स्थित्वा कल्पशतान्यत्र राजा भवति भूतले अश्वमेधसहस्रस्य यद्फलं समुदाहृदं तद्फलं समवाप्नोति देवाग्रे यो जयं पठेत् तस्मात् सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् इतिहासपुराणाभ्यां विष्णोरायतने शुभं नान्यत् प्रीतिकरं विष्णोस्तधान्येषां दिवौकसाम् इति श्रीपात्मे महापुराणे उत्तरखण्डे उमापदि नारद संवादे वृक्ष प्रपासरोवरतपोऽध्ययन धर्मव्याख्यान माहात्म्यं नाम सप्तविंशोऽध्यायः ॐ